सर्वेभ्यः नमस्कारः. अद्यतनव्याकरणविषये सुस्वागतम्. अस्तु, अत्र शान्ता सुब्रह्मण्यन् आरम्भश्लोकं वदतु, आरम्भमङ्गलश्लोकं वदतु कृपया. सर्वेभ्यो नमस्कारः. येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयं. नत्वा सरस्वतीं देवीं शुद्धां गुण्यां करोम्यहं पाणिनीयप्रवेशाय लघुसिद्धान्तकौमुदीम्. कृत्तावसाने नटराजराजो ननादडग्धां नवपञ्चवारम् उद्धर्तुकामस्तनकादिसिद्धान् एतत् विमर्शे शिवसूत्रजालम्. वागर्थाव्यवशभ्रसम्प्रक्तौ वागर्थप्रतिपत्तये जगतः पितरौ वन्दे पार्वती परमेश्वरौ. श्रीगुरुभ्यो नमः. सर्वेभ्यो नमस्कारः. बहु उत्तमं, बहु उत्तमं, सुन्दररीत्या सर्वम् उक्तवती. अस्तु, इदानीमत्र किञ्चित् सार्वधातुकम् इति अस्ति. गतवर्गे अपि एतत् विषये वयं पठितवन्तः. अत्र भवती एव पठतु तिंशित् सार्वधातुकम् आरभ्य. पठतु शान्ता भगिनी तिंशित् सार्वधातुकम्. सार्वधातुकम् इदं सूत्रम् अवलोकयामः. तिङ् षित् सार्वधातुकम् इति नाम यः प्रत्ययः तिङ् वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकम् इति उच्यते. सार्वधातुकम् एकं नाम एका संज्ञा अस्ति तावदेव. व्याकरणे बहूनि नामानि सन्ति. अस्तु, तर्हि सप्रत्ययः षित् इति तदा यः षित् सः सार्वधातुकम् इति अत्र उक्तम्. अतः सार्वधातुकसंज्ञा प्राप्नोति. के के सार्वधातुकसंज्ञकाः अर्हाः इति इदं सूत्रं सूचयति. अष्टादश तिङ्संज्ञकप्रत्ययाः सन्ति. भवति इत्यस्मिन् यः ति अस्ति सः तिङ्संज्ञकः प्रत्ययः इत्युच्यते. परस्मैपदी धातूनां कृते नवप्रत्ययाः सन्ति. भव योगः ति, सः अन्ति, सि सः, स, मि, वः, मः. आत्मनेपदिधातूनां कृते नवप्रत्ययाः सन्ति. वर्ध योगः ते, इते, अन्ते, से, इते, द्वे, ये, वहे, महे. एतेषाम् अष्टादशप्रत्ययानां मूलरूपाणि सन्ति. परस्मैपदिधातूनां सिप् तस् जि सिप् थस् थ मिप् वस् मस् पुन आत्मनेपदिधातूनां त आतां ज थास् आथां त्वम् इं वहि महीम् नव कृत्प्रत्ययः षित् सन्ति इति कारणतः सार्वधातुकसंज्ञकाः भवन्ति. ते च शत्र शानच् चानश् शानन् खश् श एष षद्भ्यैन. तेषु अस्माकं कृते षट् शानच् प्रसिद्धौ. षट् विकारणप्रत्ययाः षित् सन्ति इति कारणतः सार्वधातुकसंज्ञकाः भवन्ति. ते च शप् शन् स्नु श स्नम् स्ना. महालक्ष्मी, महालक्ष्मी, एतत् के के सार्वधातुकसंज्ञकाः अर्हाः इति इदं सूत्रं सूचयति खलु. एतत् पर्यन्तम् अत्र चित्रं स्वीकरोतु. अत्र भवती ग्रूप् मध्ये प्रेषयतु एकं प्रथमम्, अनन्तरम् अत्र स्वीकरोतु, मुद्राणि स्वीकरोतु, समीपे स्थापयतु. बहिः गतवती खलु, बहिः गन्तुम् अर्हति एव कार्यविषये किञ्चित् आपणं तत् समये एतत् स्वीकरोतु, किमर्थं चेत् अत्र किं तीतः अन्ति अस्ति, तीतः त मी वामः, अनन्तरम् एतत् नव परस्मैपदिनः, अनन्तरम् अत्र ते इते अन्ते, से इते द्वे, ये वहे महे इति अस्ति, एतत् आत्मनेपदिनः आहत्य अष्टादश सन्ति. इदानीम् अत्र वयं जानीमः तिप्तस्जि सिप्तस्थं विपुवस्मस् परस्मैपदिनः, अनन्तरम् अत्र आत्मनेपदिनः ता आतां ज तास आतां द्वम् ईडुवहिमहे, अनन्तरं नव अस्ति शत्रु शाणचि चानस् एतत् नव, अनन्तरम् अत्र षित् कारणतः सार्वधातुकसंज्ञकः कुत्र कुत्र भवति, षकारः अस्ति चेत् षित् भवति, सप् श्यन् स्नु स्ना स्नम् स्ना च इति अस्ति, एतत् बहु बहु बहु मुख्यमस्ति, अतः सर्वे चित्राणि स्वीकरोतु, अनन्तरं पुरतः स्थापयतु सर्वदा. अस्तु मातः, बहु मुख्यमस्ति एतत्. आम् मातः. इदानीम् इतः पर्यन्तं किञ्चित् क्लेशः अस्ति वा? एतत् वयं सर्वं जानीमः एव. इदानीम् अत्र ते इति अस्ति, ते इति कथम् आगच्छति इति प्रश्नः उदेति खलु. अत्र आत्मनेपदिनः सा एव अस्ति, सा आतां ज एव अस्ति खलु, परन्तु अत्र आत्मनेपदिनः वर्धते वर्धेते वर्धन्ते इति अत्र कथं परिवर्तनं भवति इति प्रश्नः उदेति वा न उदेति वा? उदयति. बहु कार्यमस्ति अत्र, साधारणतया अत्र पश्यतु, अत्र बहु कार्यमस्ति. स्थिते आत्मनेपदानां तेरे इत्यनेन ता इत्यस्य उपरि अकारः तिष्ठति, तत् अकारस्य स्थाने एकारः भवति, तिते आत्मनेपदानां तेरे इति भवन्तः जानन्ति एव, बहुकालं मया उक्तमेव. अनन्तरम् अत्र इते अस्ति, अत्र आतमेव अस्ति, इते कथं भवति इति प्रश्नः उदेति खलु. तत्रापि बहवः कार्याणि सन्ति. अत्र अनिल् महोदयम् एतत् संस्कृतविषये बहु इच्छा आशा अस्ति एव, सः गतवर्गः अद्यवर्गः अनन्तरम् अग्रिमवर्गः अपि आगन्तुं न शक्यते, किञ्चित् कार्यविषये बहिः गतवान्, अतः एतत् परिवर्तनं कथं भवति इति यथा सम् अनिल् महोदय आगतवान् तत् समये, एतत् अत्र किम् अस्ति, ध्वनिमुद्राणि अपि सन्ति एव, सः एव कार्यं करोति, ईमेल् प्रेषितवान्, अनन्तरम् अत्र किं ध्वनिमुद्राणि अपि स्थापितवान्, बहु ध्वनिमुद्राणि सर्वे प्राप्तवन्तः खलु? ध्वनिमुद्राणि सर्वे प्राप्तवन्तः वा न वा? अहं न प्राप्तं वा? अन्ये सर्वे? अहमपि न प्राप्तं. ग्रूप् मध्ये न आगतं? ग्रूप् मध्ये न आगतं वा? अन्तलक्ष्मी स्वरूप् महोदय वर्गमुद्राणि न आगतम्. अस्तु, एतत् स्थापयतु. इतपर्यन्तं किमस्ति, ध्वनिमुद्राणि न आगतम् इति स्थापयतु, ग्रूप् मध्ये स्थापयतु, अनिल् महोदय एतत् द्रष्टुं शक्यते एव. अस्तु, इदानीम् अत्र मनसि स्थापयतु, अत्र ते इते अन्ते, से इते द्वे, ये वहे महे, अत्र इडुवहि महिङ्गेव अस्ति, तासातां द्वम् अस्ति, परन्तु द्वं मध्ये अत्र पश्यतु द्वे एव अस्ति, त किमर्थम् अत्र द्वे आटामेव अस्ति अनन्तरम् अत्र इते एव अस्ति तास् इति अस्ति तासस्य इति सूत्रेण तास् एव अस्ति परन्तु अत्र से अस्ति से किमर्थम् आगच्छति तासस्य इति सूत्रेण एव तास् आगच्छति बहु कार्याणि सन्ति अनन्तरमेव एतत् आत्मनेपदीरूपम् आत्मनेपदीरूपं नास्ति आत्मनेपदी प्रत्ययम् आगच्छति यथा अग्रिमवर्गे न कुर्मः अनन्तरं कुर्मः अनिल् महोदय किमर्थं चेत् प्रश्नः उदेति खलु कश्चित् जनाः शृणोति परन्तु अत्र किमर्थम् एतत् आगच्छति इति मनसि अत्र न स्फुरति प्रश्नः न स्फुरति तस्य समीपे एतत् किमर्थम् आगच्छति किमर्थम् एतत् यत्र यत्र प्रश्नः उदेति तत् समये एव नूतन उत्तरम् आगच्छति नूतनतया उत्तरम् आगच्छति एव अस्तु इदानीम् अत्र एतत् सर्वं जानन्ति एव तिप्पुतस्जि अनन्तरं नवशत्रु स्थानस्य चानन कशु षद्यै सद्ये सद्ये सद्यै इति एतत् बृहत् सूत्रमस्ति एतत् विषये पश्यतु द्रष्टुं शक्यते खलु इदानीमेव सद्यै आगच्छति सद्यै बृहत् सूत्रमस्ति तुमर्ते अनन्तरं शेषेन असे असेन वसे खसेन अद्यै अद्यैन कद्ये कद्येन सद्ये सद्येन तवे तवेङ तवेनः इति बृहत् सूत्रमस्ति तत् स्थाने एव सद्य इति आगच्छति बृहत् सूत्रमस्ति कार्याणि बहवः सन्ति अत्र आशा बृहत् अस्ति ओ एतत् बृहत्सूत्रमस्ति कथं कार्यं करोति इति आशा अस्ति खलु एतत् आशा एव एतत् आशा एव इतःपर्यन्तम् अहं संस्कृते तिष्ठामि पञ्चवर्षाणि अत्र यथा इच्छन्ति स्वामिनः विषये अपि विष्णुभगवान् विषये अपि त्यक्तवन्तः अत्र बहुकालम् अत्र व्याकरणे विषये एव द्वादशं वा अनन्तरं द्वादशं वा अत्र वर्षाणि स्थापितवन्तः एतत् किमर्थं तत् सूत्राणि अनन्तरम् अस्माकं कृते किमपि मनसि न आगच्छति एव सार्वधातुक अर्धधातुकयोः अनन्तरं शास्त्रजुषोरुः करावसानयोर्विसर्जनीयः अनन्तरम् अत्र पुगन्तलघुपदस्य च इति दश वा विंशतिः वा मनसि अस्ति एव परन्तु चतुर्सहस्रमस्ति अस्ति अस्ति सूत्राणि सन्ति खलु एतत् कण्ठस्थीकरणमेव अस्माकं कृते समयः नास्ति मम समीपे एतत् सर्वाणि सूत्राणि मुद्राणि अस्ति मम समीपे अस्ति सर्वदा अस्ति इदानीम् अत्र पश्यतु अष्टाध्यायी पारायणः अत्र इदानीं पश्यतु प्रथमपादः प्रथम अध्यायः प्रथमपादः प्रथमं सूत्रं वृद्धिरादेच् अदेङ्गुणः इको गुणवृद्धिः न धातुलोपो अर्धधातुके नीते च दिदिवे वीटाम् अलोनन्तरसंयोगः मुखनासिकानुवचनोनु अनुनासिकः तुल्यस्य प्रयत्नं स वर्ण्यं न चलौ ईरु दे द्विवचनं प्रकृतिः मद सोमादशे निपात एका जनाङ्ग ओ ओ एतत् सर्वाणि सूत्राणि कण्ठस्थीकरणमेव अस्माकं कृते समयः एव नास्ति बहवः जनाः कण्ठस्थीकृतवन्तः पारायणमेव मया अत्र चालितवती पारायणमेव अष्टादश अध्यायमस्ति खलु अत्र चतुर्पादः सन्ति अत्र कण्ठस्थीकरणं नास्ति, पारायणमेव मया गतमत्र प्रथमश्रेणी स्वीकृतवती बहुकालं पूर्वम्, अतः बहु समयः दातव्यमेव. मम समीपे किमपि समयः नास्ति इति न वक्तव्यम्, अस्माकं कृते सर्वम् अस्ति एव, समयः दातव्यम्. अस्तु, इदानीम् अन्तलक्ष्मी पठतु. कर्तरी शप् अनुवृत्तिः, अनुवृत्तिसहितं सूत्रं धातोः परः शप् प्रत्यये शप् प्रत्ययः कर्तरि सार्वधातुके स्मर्यते यत् पाणिनीयसूत्रेषु सप्तमीविभक्तेः अर्थः पूर्वम् इति. तर्हि सूत्रार्थः धातुभ्यः कर्तर्थे अष्टादश तिङ्सञ्ज्ञक प्रत्ययाः अपि च नव षित् कृत् प्रत्ययाः च यत्र यत्र भवन्ति तत्र तत्र तेषु परेषु तेषां पूर्वं शप् प्रत्ययाः विधीयते. अत्र कर्तर्थे कर्तरी कर्तरीप्रयोगः इति अवगम्यताम्. भावे कर्मणि च शप् प्रत्ययः न विहितः. कर्तरी शप् इति बहु मुख्यसूत्रमस्ति. शप् तत्रैव अस्ति सकारमध्ये. अत्र किं तिष्ठति प्रचन्नप्रत्ययम् अकारः तिष्ठति. अनुवृत्तिसहितसूत्रं धातोः परः सप् प्रत्ययः कर्तरि सार्वधातुके इति अस्ति. अत्र स्मर्यते यत् स्मरन्तु किम् अस्ति अत्र पाणिनीयसूत्रेषु सप्तमी विभक्तेः अर्थः पूर्वम् इति वयं जानीमः. पञ्चमी अस्ति चेत् उत्तमं परमस्ति. पञ्चमी परं पूर्वम् इति मनसि स्थापयतु. अतः एव अत्र दत्तं स्मर्यते, सर्वं स्मरन्तु. सप्तमी विभक्तेः अर्थं किम् अस्ति? पूर्वं कार्यमस्ति, परं निमित्तमस्ति. पञ्चमी इत्युक्ते परं किं कार्यमस्ति, पूर्वं निमित्तमस्ति. इदानीम् अत्र तर्हि सूत्रार्थः धातुभ्यः कर्तृत्वे अष्टादश तिङ्सञ्ज्ञकः प्रत्ययाः वयं जानीमः. तिङ् इति अष्टादश तिङ्प्रत्ययाः, अष्टादश नव नव इदानीम्. अपि च नवचित् कृत् प्रत्ययाः च यत्र यत्र भवन्ति तत्र तत्र तेषु परेषु तेषां पूर्वं चप् प्रत्ययः विधीयते. सर्वत्र शप् प्रत्ययं विधीयते एव, परन्तु अन्यसूत्राणि कार्यं कुत्र भवति? शप् प्रत्ययं बाधित्वा. युगोत्यादिगणे श्लौ अस्ति खलु, कुत्र भवति? कर्तरी शप् बाधित्वा एव. बहुवारं मया उक्तं कर्तरी शप् बाधित्वा एव युगोत्यादिगणे श्लौ इति अस्ति. अनन्तरम् अत्र दिवादिगणिष्यन् अस्ति, सर्वे जानन्ति खलु, इदानीमेव पठितवन्तः. शप् अस्ति, श्यन् अस्ति. श्यन् कुत्र भवति? दिवादिगणे भवति. स्नु स्नम् स्ना एतत् सर्वाणि चकारः इति भवति केन सूत्रेण? फलन्त्यम् फलन्त्यं तस्य लोपः लक्षकः लशकृत् शकारः इति वक्तव्यं चेत् झटिति लशकृत् अतीते एव आगन्तव्यम्। अनन्तरम् अत्र हलन्त्यन्तस्य लोपः हल् एव अन्त्यम् अन्त्यम् अस्ति, अन्त्यम् इत्युक्ते अन्ते, अतः एव अयि उन् नकारः अस्ति, अन्ते अस्ति, अतः एव हलन्त्यम् इत्यनेन एव यत्र तत्र इत् भवति। एतत् मनसि स्थापयतु, किमर्थम् अत्र क्लेशः भवति हलन्त्यम्। अनन्तरम् अत्र हलन्त्यम्, अनन्तरम् अत्र सर्वत्र माहेश्वराणि सूत्राणि अन्तिमवर्णः इत् भवति, एतत् कथं जानीमः, केन सूत्रेण जानीमः, एतदपि सर्वे जानन्ति एव। पुनरपि पुनरपि रटनम् अभ्यासः करणीयमेव खलु। माहेश्वराणि सूत्राणि, माहेश्वराणि अत्र प्रत्ययहाराः केन सूत्रेण वयं जानीमः, कोऽपि न स्मरन्ति? शान्ता भगिनी, भवती एव उक्तवती इति अहं जानामि गतवर्गे पूर्वतनवर्गे ज्ञातवन्तः। अन्तलक्ष्मी, ईश्वरस्य डमरुशब्देन वा? अन्तलक्ष्मी, आदिरन्त्येन, उत्तमम्, आदिरन्तेन सहित आदि अन्त्येन अन्तिमवर्णः एव अत्र इत् भवति खलु, ऐ ओन् रुलुक् ए ओङ् ऐ औचे, अन्तिमवर्णः एव अत्र इत् भवति। अत्र सहायकरूपेण एतत् किम् अस्ति, एकं पदम् अस्ति, सर्वे एकनिमिषम् अहं पश्यामि, सिद्धान्तकौमुद्याम् अस्ति, अन्योन्य आश्रयः। इदानीमेव अत्र जयकुमार, डाक्टर् जयकुमारशर्मा एतद् विषये एव पाठः चलन्ति अत्र, अन्योन्य आश्रयः, अन्योन्य आश्रयः अस्माकं कृते अस्ति खलु, पुत्रः पिता, पुत्रः माता, भार्या, अनन्तरम् अत्र पतिः, एतत् सर्वे अन्योन्य आश्रयमस्ति भवन्तः कृते, भवन्तः समीपे, तदेव अत्र आदिरन्तेन सहेत हलन्त्यम्, आदिः अन्त्येन सह इत् भवति, सह इत तृतीयविभक्ति, आदिरन्त्येन सहेत हलन्त्यम्, हल् एव अन्त्यम् अस्ति चेत् अत्र इत् भवति, अतः आदिरन्तेन सहेत हलन्त्यं मध्ये द्वयोः सूत्रयोः मध्ये अत्र अन्योन्य आश्रयत्वम् अस्ति इति अत्र पाठकः चलन्ति। मया पूर्वम् उक्तं 1500 मया प्रेषितमेव, अतः एतत् विषये सः प्रेषितवान् किं किम् अभवत् इति। एतत् संज्ञाप्रकरणं, पूर्वं संज्ञाप्रकरणं वैयाकरणसिद्धान्तकौमुदी इति पुस्तकमस्ति, प्रथमभागः। इदानीम् यत्र अन्योन्य आश्रयत्वं कुत्र अस्ति चेत् अन्योन्य आश्रयत्वं बोधः भवति, कुत्र भवति चेत् षड् इति अत्र पृष्ठसङ्ख्या अस्ति, एतदेव षड् एव, बहवः कार्याणि सन्ति, अतः आदिरन्तेन सहेत हलन्त्यं मध्ये द्वयोः सूत्रयोः मध्ये अन्योन्य आश्रयत्वं भवति, यथा पतिः भार्या समीपे अन्योन्य आश्रयत्वम् अस्ति खलु। सः उक्तवान्, महालक्ष्मी, अहं तु बहु इच्छा अस्ति, भवती तु बहु सम्यक् कार्यं करोति इति सः उक्तवान्। सा उक्तवती, अहमपि महोदये, भवानपि महोदय, भवानपि समीचीनतया कार्यं करोति, पुत्रः विषये, अनन्तरं गृहविषये समीचीनतया कार्यं करोति, अतः भवानपि बहु सम्यक् गृहे गृहकार्यं चालयन्तु चालयति इति सा उक्तवती। अतः द्वयोः मध्ये अत्र अन्योन्य आश्रयतो अन्योन्य आश्रयः अत एव अत्र आदिरन्तेन सहेत हलन्त्यम् द्वयोः सूत्रयोः मध्ये अन्योन्य आश्रयत्वम् अस्ति. अत्र बहु सुन्दररीत्या अत्र व्याकरणविषये चलन्ति एव. बहु बहु बहु सन्तोषम् आगच्छति एव. अत्र बहवः जनाः आगतवन्तः. महालक्ष्मी उक्तवती, अन्तलक्ष्मी अपि उक्तवती, सर्वाणि एतत् सर्वे आगतवन्तः. अनन्तरम् अत्र किमर्थं न इच्छन्ति वर्गाय आगन्तुम् इति अहं न जानामि. झटिति पलायन्तः, धावन्तः, सूत्राणि विषये धावन्तः एव. अत्र किमपि इच्छा नास्ति एव. बहवः विषयाः समयः दत्तवन्तः, परन्तु अत्र व्याकरणविषये न इच्छन्ति स्म. अस्तु, इदानीं कर्तरि शप्. कर्तरि शप् सप्तमी अस्ति चेत् पूर्वकार्यं, पञ्चमी अस्ति चेत् परकार्यं. परकार्यम् उत्तमम्. इदानीम् अत्र तर्हि सूत्रार्थः धातुभ्यः कर्तृत्य अष्टादश तिङ्संज्ञकः प्रत्ययः अपि च नवचित् इदानीमेव दृष्टवन्तः. चित् अस्ति अत्र, नव अस्ति चेत् अत्र कृत् प्रत्ययाः यत्र यत्र भवन्ति तत्र तत्र तेषु परेषु सप् प्रत्ययः विधीयते. सर्वत्र सप् प्रत्ययः विधीयते. शन् कदा भवति? कदा भवति शन्? शन् द्विवादिगणे भवति. किं बाधित्वा भवति? बाधित्वा मनसि स्थापयतु, स्मरन्तु सर्वत्र. इदानीमत्र शन् स्नु श स्नम् स्ना सर्वत्र भवन्ति. केन बाधित्वा कार्यं करोति? कर्तरिषप् बाधित्वा एव कार्यं करोति. अट् स्टिच् वी केनाट् डू एनिथिङ्ग् नो, ओन्ली वन् कार्यं वी केन् डू इट्. तदेव भवति अत्र. शन् भवितुम् अर्हति चेत् अत्र कर्तरिषप् बाधित्वा एव अन्यकार्यं भवति. ओरे समयतल न लाङ्ग् जम्पं पण्वा, है जम्पं पण्वा सोल मुड्यते किया? एतदेव. अतः एव मनसि स्थापयतु, शन् भवति चेत् अत्र कर्तरिषप् बाधित्वा अत्र तमिळ्भाषायां न वक्तव्यमेव. बहु नियमाः सन्ति. आङ्ग्लभाषायां न वक्तव्यं, तमिळ्भाषायां न वक्तव्यं, हिन्दीभाषायां न वक्तव्यम्, केवलं संस्कृतभाषायाम् एव सम्भाषणं करणीयमेव. परन्तु अत्र मया उक्तं झटिति मनसि स्थापनार्थमेव अत्र तमिळ्भाषायां मया उक्तं शन् इति भवितुम् अर्हति चेत् अत्र कर्तरिषप् बाधित्वा एव शन् भवति. कर्तरिषप् बाधित्वा एव स्नु स स्नम् स्न एतत् सर्वाणि कार्याणि भवन्ति तत् तत् गणे. अस्तु, इदानीम् एतदपि गोदामल् पठतु. एतत् अपि बोध्यं यत् दशसु अपि गणेषु कर्तर्येष विकरणप्रत्ययः वीतः. अनन्तरं व्यवादिगणः चुरादिगणं च विहाय कुत्रचित् शपः लोपः भवति. अदादिगणे जुह्वोच्चादिगणे च कुत्रचित् शपं प्रबध्य अन्यः विकरणप्रत्ययः आयाति. इदानीं पश्यतु, एतदपि बोध्यं यत् दशसु गणेषु अत्र शप् अस्ति, अनन्तरम् अत्र एतत् सर्वाणि आगच्छति. शप् शन् स्नु सा स्नम् स्ना इति भवति. इदानीं पश्यतु, अत्र अनन्तरं विघ्नप्रत्ययमस्ति खलु, अनन्तरं भुवादिगणे चुरादिगणे च विहाय. अत्र भुवादिगणे चुरादिगणे किं भवति? कर्तरिषपु भवति एव, मनसि स्थापयतु. प्रथमगणः अनन्तरं दशमगणः कर्तरिषप् भवति. लेखनीयमेव किञ्चित् करपत्रे पुनरेकवारं प्रथमगणः दशमगणः वा दशमगणः कर्तरिषप् भवति. कर्तरिषप् इत्युक्ते अकारः तिष्ठति. अस्तु इदानीम् अत्र पश्यतु. अनन्तरं भुआदिगणे शुरादिगणे विहाय किमर्थं चेत् अत्र कर्तरिषप् भवति. कुत्रचित् शपः लोपः भवति अदादिगणे, अनन्तरं जुहोति आदिगणे लुक् भवति. कर्तरिषप् पूर्णतया लुक् भवति. कुत्रचित् शप् प्रबाद्य अन्यविकरणप्रत्ययाः आयान्ति. इदानीमेव मया उक्तम् अत्र. कुत्रचित् शप् प्रबाद्य अन्यविकरणप्रत्ययाः आयान्ति. इदानीं महालक्ष्मी पठतु. अदादिभ्यः शप् लुक् शपः लोपः. द्योत्यादिभ्यः शप् फ्लू शप् फ्लू शपः लोपः. दिवादिभ्यः शन् स्वादिभ्यः स्नू सुदादिभ्यः श रुदादिभ्यः स्नम्माद् स्रं तनादिभ्यः ऊ क्रियादिभ्यः स्रा क्रियादिभ्यः श्ना. अदादिगणे एतदपि चित्रं स्वीकरोतु. समे भवतः पुरतः स्थापयतु. मम समीपे एतत् सर्वम् अस्ति एव, समीपे अस्ति एव. अत्र अदादिगणे स्टप् कर्तरिषप् लुक् भवति पूर्णतया. अनन्तरं जुहोत्यादिगणे स्लू भवति. अतः एव स्लू भवति चेत् किं भवति अत्र? स्लौ भवति चेत् किं कार्यं करोति? जुहोत्यादिगणे स्लौ भवति चेत् किं कार्यं भवति? द्वित्वं भवति. द्वित्वम् अतः एव ददाति इति भवति. दादा एव अस्ति. प्रथम दा इति केन सूत्रेण अत्र ह्रस्वं ह्रस्वः भवति? अत्रैव उत्तरम् अस्ति इति मया बहुवारम् उक्तम्. शप्लोपः वा ह्रस्वः इत्यनेन एव. केन सूत्रेण अत्र ह्रस्वं भवति चेत्? ह्रस्वः इति सूत्रेण एव. अत्रैव उत्तरमस्ति इति मया बहुवारम् उक्तम्. अतः एव दा इति दीर्घमस्ति. ह्रस्वः इति सूत्रेण एव ह्रस्वं भवति. इटिकाल् पूचिकि यतन काल् तदेव मया बहुवारम् उक्तम्. अतः दा इति अस्ति. द इति ह्रस्वं भवति. ददाति इति एतदेव जुहोत्यादिगणे न विस्मरन्तु. अत्र स्मरन्तु सर्वम्. अनन्तरम् अत्र दिवादिभ्यः स्यन् अस्ति. दीयते इति भवति. एतत् कर्मणि अस्ति, परन्तु अत्र दिवादिगणे यकारः एव श्रूयते अनुबन्धलोपानन्तरम्. अत्र स्वादिभ्यः स्नु, अत्रापि नु एव तिष्ठति. अनन्तरं कार्यम् अत्र सार्वधातुक अर्धधातुकोः इत्यनेन नू स्थाने ओकारः भवति, नो इति भवति. सुजादिभ्यः शः, तत्रापि अत्र अकारः तिष्ठति. रुदादिभ्यः स्नम्. इदानीं प्रश्नः उदेति. अत्र भवती इदानीमेव उक्तवती प्रथमगणः दशमगणः एव कर्तरिषप् अस्ति, अन्ये सर्वे अत्र न भवति इति. इदानीम् अत्र सुजादिभ्यः शः इति अस्ति खलु. सुजादिभ्यः शः इति पृथक्तया अस्ति. सुजादिभ्यः शः एव, कर्तरिषप् इति नास्ति. सुजादिभ्यः शः. अनन्तरं रुदादिभ्यः श्नम्, स्तनादिभ्यः ऊः, क्रयादिभ्यः श्ना इति भवति. इतपर्यन्तं किञ्चित् क्लेशः अस्ति वा, संशयः अस्ति वा पृच्छतु. अस्ति चेत् पृच्छतु. अस्तु, तामरी भगिनी पठतु. रुदादिभ्यः श, रुदादिभ्यः न, एकनिमिषम्. अधुना अस्माकम् अङ्गं निर्माणं, अधुना अस्माकम् अङ्गनिर्माणम् अङ्गनिर्माणं कर्तरि नो नो कर्तर् कर्त्रार्थे वद् प्लस् लट् ईक्वल् कर्तरर्थे कर्त्रार्थे कर्त्रार्थे वद् अधिकं लट् वद् अधिकं सि वद् अधिकं शप् अधिकं सि वद् अधिकं आ अधिकं सि तर्हि वद् अधिकम् आ इति स्थितिः. अत्र सार्वधातुकलकारेषु लट् लोट् लङ् विदिलिङ् इत्येषु निष्पन्नं यत्र यत्र धातुः अलन्तः अपि च तस्य उपदायाम् अकारः अस्ति तत्र केवलं धातुविकरणयोः संयोजनम्. अत्र भवती पठनार्थं किमर्थं क्लेशः भवति? अत्र I'm reading from mobile bhagini, I love to move it. I couldn't open it in tab. That's the reason. धातो गुणकार्यम् इदानीं पश्यतु. अत्र अधुना अङ्गकार्यम् अङ्गनिर्माणं कथं भवति? अङ्गनिर्माणं प्रथमं भवति, अनन्तरम् अत्र किं योजनं? तिगन्तं हा प्रत्ययं योजनं प्रथमम् प्रथमम् अत्र अङ्गकार्यं भवति. कथम् अङ्गकार्यं भवति? वद् इति स्वीकुर्मः चेत् लट्, अनन्तरम् अत्र ति योजनेन प्रथमपुरुष एकवचनविवक्षा अस्ति, अतः ति इति अस्ति. अनन्तरं तत्र एतत्तु ति यत्र भवति तत्र कर्तरि शप् कार्यं करोति, अतः शप् आगत्य कार्यं करोति. शप् मध्ये अनुबन्धलोपानन्तरं किं तिष्ठति? अकारः अतः वद्योगः आयोगः ति वदति इति भवति. अत्र शप् अनुबन्धलोपानन्तरं मया उक्तम्. अनुबन्धलोपानन्तरम् अत्र किं किं कार्यं भवति अन्तलक्ष्मी? शप् अस्ति, अत्र शकारः लशकोटदिते इत्यनेन शकारस्य इति भवति, अकार एव अनन्तरं तस्य लोपः इत्यनेन अत्र इति भवति, अतः अन्ततो गत्वा अनुबन्धलोपानन्तरम् आ एव तिष्ठति इति वक्तव्यं. बहुवारं मया उक्तमेव. झटिति किमर्थं न वदति इति अत्र प्रयास किम् अस्ति? अत्र प्रयत्नं न कृतवन्तः, अभ्यासः न कृतवन्तः इति समीचीनतया अवगन्तुं शक्यते. कप् मध्ये किं किं कार्यं भवति इति झटिति वक्तव्यमेव. इदानीं वधियोगः आ इति स्थितिः. अत्र सार्वधातुकलकारेषु लट् लोट् लङ् विधिलिङ्ग् इत्येषु बहुत्र केवलं धातुविकरणयोः संयोजनं धातु अस्ति, अनन्तरम् अत्र विकरणप्रत्ययम् अस्ति, एतत् अत्र संयोजनेन एव भवति, वदति, करोति, एतत् कार्यं भवति अत्र. इदानीं वद् योगः आ, वद् योगः इति अङ्गं निष्पन्नं, यत्र यत्र धातुः हलन्तः अपि च तस्य उपदायाम् अकारः. उपदायम् अकारः अस्ति, तत्र केवलं धातुविकरणयोः संयोजनं, धातुविकरणयोः, वद् इति धातुः अस्ति, ति इति अत्र सि इति अत्र तिङ् प्रत्ययमस्ति, कर्तरि शप् मध्ये आगच्छति, अतः धातु विकर्णप्रत्ययम् आगत्य अङ्गं निर्माणं भवति. धातोः गुणकार्यम् इदानीम् अत्र अञ्जना भगिनी पठितुं शक्यते वा? नमस्कारः. धातोः गुणकार्यम् अधिदानम् दातवन्ते इक् दातवन्ते इक् प्रत्यहारस्य प्रत्यहारस्य अन्यतमः वर्णः इ ऊ लु अस्ति चेत् अथवा उपधायां ह्रस्वः इ ऊ लु अस्ति चेत् तर्हि विकरणप्रत्ययस्य प्रभावेन गुणप्राप्तिः भवति. कुत्रचित् प्राप्तौ निषिद्धः अपि भवति. कुत्र कुत्र इति अधः पश्याम प्रायः स्मर्यते. स्वरः इ ई उ ऋ गुणः ए ओ आर् सार्वधातुकार्धधातुकयोः इति अन्यत् सूत्रम् अस्ति. सार्वधातुकार्धधातुकयोः इति सप्तम्यन्तं पदम्. सार्वधातुकार्धधातुकयोः गुणः अङ्गस्य इति अनुवृत्तिः सहितं सूत्रम्. अस्य सूत्रस्य अर्थः एवम्: इगन्तधातोः अनन्तरं सार्वधातुकम् अथवा आर्धधातुकम् प्रत्ययः अस्ति चेत् तर्हि इगन्तस्य भूयोगः शप् भू भवति, अनन्तरम् अत्र भूयोगः शप् भो योगः आ. सन्धिप्रकरणे एकं सूत्रम् अस्ति. एचो यवायावः ऐ आय् औ आव् आदेशः क्रमेण आयन्ति, नाम यान्तवान्तसन्धिः. अनेन सूत्रेण एकस्मिन् पदे ओकारः अस्ति चेत् तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत् तर्हि ओकारस्य स्थाने औ आगच्छति. यदा भो योगः आ इत्युक्ते यो ओ औ स्थाने योगः औ योगः आ भौ योगः आ इत्युक्ते भव इति अङ्गसिद्धम्. उगन्तलघुपदस्य च अति पठितम् पठतु. उगन्तस्य लघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुक योः अनुवृत्तिः सहितं सूत्रम्. लघुपदस्य अङ्गस्य इकः गुणः सार्वधातुक अर्धधातुकयोः इति अस्माकं कृते मुख्यः भागः. लद्वी योगः उपधा लघु उपधा. ह्रस्वः इक् उपधा. ह्रस्वः इक् इत्युक्ते इ ऊ. उदाहरणार्थं बुद्ध धातोः उपधायां ह्रस्वः उकारः. अस्तु, इदानीं पश्याम गुणकार्यं. धातोः गुणकार्यं भवन्तः जानन्ति एव. सार्वधातुक अर्धधातुकयोः इति गुणकार्यं भवति. भुगन्तलघुपद पदस्य च इति गुणकार्यं भवति. इको गुणवृद्धिः इत्यनेन गुणकार्यं भवति. एकः गुणः. इदानीम् अत्र ई ऊरु लु इति अस्ति चेत् अत्र उपदायाम् इक् इति प्रत्याहारः. इक् इति प्रत्याहारे किं किं केन किं किं वर्णाः सन्ति? इक् ई ऊरु लु इति अस्ति. अथवा उपदायं ह्रस्वः अस्ति चेत् अत्र अपि ई ऊरु लु इति अस्ति. तर्हि विकर्णप्रत्ययस्य प्रभावेन गुणः भवति, प्रसक्तिः प्राप्तिः अपि भवति, कुत्रचित् न भवति, बाधित्वा बाधककार्यं निषेधककार्यमपि भवति, अतः तत्र गुणः न भवति इति प्रत्येकं सूत्रमस्ति, बहुमुखीसूत्रमस्ति. एतत् सूत्रेण अत्र गुणः अनन्तरं वृद्धिः वा न भवति. कोऽपि वक्तुं शक्यते वा? निति च इति सूत्रमस्ति. किं निति च इति सूत्रमस्ति. अत्र किमपि गुणकार्यं वृद्धिकार्यं न भवति एव. अस्तु, इदानीम् अत्र स्वरः अस्ति इ स्थाने गुणः भवति चेत् किं भवति अत्र? एकारम् एकारम् एकारः भवति. ऊ अस्ति चेत् उ अस्ति चेत् ओकारः ओ भवति. रु इति भवति चेत् अर् उत्तमम्. इदानीमत्र सार्वधातुक अर्धधातुकयोः इति अन्यत् सूत्रमपि अस्ति. एतत् सूत्रेण एव अत्र गुणकार्यं भवति. अत्र पश्यतु, ऊ इति अस्ति दीर्घ ऊकारः, अनन्तरं शप् इति प्रतिम् आगत्य कार्यं करोति. अतः शप् अनुबन्धलोपानन्तरं इदानीं प्रथमम् अङ्गकार्यं कुर्मः. ऊ इति अस्ति, केन सूत्रेण दीर्घ ऊकारस्य स्थाने ऊकारः भवति? इदानीमेव उ ऊ अस्ति चेत् ओ भवति. केन सूत्रेण? सार्वधातुक आर्धधातुकयोः इत्यनेन एव अत्र दीर्घ उकारः अस्ति, दीर्घ ऊकारः अस्ति, तस्य स्थाने ओकारः भवति. इदानीम् अत्र अङ्गकार्यं भवति भू इत्यनेन ओ भवति, अतः भो भवति सार्वधातुक आर्धधातुकयोः इत्यनेन. अनन्तरं शप् भवति. शप् मध्ये अनुबन्धलोपानन्तरं किं तिष्ठति? आ एव अवशिष्यति. इदानीं शप् मध्ये किं किं कार्यं भवति महालक्ष्मी वदतु. அந்த இச்சன்யா அது ஃபுல்லா சொல்லணும் இல்லைங்களா? அது ஆர்டர்ல சொல்லணும் இல்லைங்களா? ஆமா. பிரதமம் ஷப் அஸ்தி இதானிமேவ மையா உக்தம் ஸ்ருதவதி வா நான் ஸ்ருதவதி வா? இதானிம் அந்தலட்சுமி வதத்து. சகாரக லசகு ததிதே சூத்திரேண சகாரக அபகச்சதி. பகாரக ஹலந்தியம் தசிலோமக இத்தியன சூத்திரேண அபகச்சதி. அகாரக ஏவ திஷ்டதி. இத்து பவதி இதி வக்தது. இதானி மத்ர அன்னிய சூத்திரம் அப்பி அஸ்தி. ஏச்சோ யவா யாவக எச பஞ்சதச வர்ஷானி கதம் परन्तु कुत्रचित् मया श्रुतमेव यशो यवा यावः. यशो इति अत्र रस्य एकारः ए इति तमिळ् भाषायाम् अस्ति खलु, तादृशम् अत्र संस्कृतभाषायां नास्ति एव. ए इति दीर्घमेव अस्ति, अतः एचो यवा यावः इत्यने इत्येव वक्तव्यम्. एचो यवा यावः इत्यनेन अत्र एच् वर्णाः किं किं भवति? ऐ उनु ऋ लुक् ए ओ ऐ औ ए ओ ऐ औच् ए ओ अनन्तरम् ऐ औच् पर्यन्तं वयं स्वीकुर्मः. अतः एव माहेश्वराणि सूत्राणि कण्ठस्थीकरणम् ए ओ ऐ औच् ए ओ ऐ औ इति अस्ति एच् वर्णाः. इदानीं घे अस्ति चेत् अत्र अयादेशः भवति ए ओ आव् आदेशः भवति ए ओ ऐ आय् आदेशः भवति अनन्तरम् अत्र क्रमेण भवति ए ओ ऐ औ ए स्थाने किं भवति किम् आदेशः भवति ऐ ए ओ स्थाने औ आव् ओ स्थाने इट्स् ओन्ली औ औ अनन्तरम् अत्र ऐ स्थाने आय् औ स्थाने आव् आव् उत्तरमेण भवति तावदेव मनसि स्थापयतु. इदानीमत्र वो वयं दृष्टवन्तः आ अपि दृष्टवन्तः. इदानीम् ओ स्थाने किं भवति कार्यम्? एषो यव यावः इत्यनेन ओ स्थाने किं कार्यं भवति? औ औ आदेशः भवति. अतः तत्र बौ इति ओ स्थाने अवादेशः भवति. अतः किं भवति? बौ बौ. अनन्तरम् अत्र आ योजनेन भव इति भवति, सि योजनेन भवति इति भवति. तदेव कार्यं करणीयम् अत्र. इदानीम् आ योजन अनन्तरं योजनेन अनन्तरं भव इति अस्ति खलु, एतदेव अत्र अङ्गम् अङ्गकार्यं करोतु इति अस्ति चेत् अङ्गकार्यं करणीयम् अङ्गकार्यं करणीयम्. एतत् पृथक्तया एकं सूत्रमस्ति. किं झटिति वदतु. यस्मात् प्रतिविधिः तदादौ एल्ला कुन् स्मरन् न स्मरन्ति खलु अङ्गकार्यं केन सूत्रेण भवति इति चेत् यस्मात् प्रत्ययविधिः सदादि प्रत्यये अङ्गम् प्रथममेव वयं स्वीकृतवन्तः एतत् पाठविषये. अङ्गमिति विषयः केन सूत्रेण अङ्गकार्यं भवति? यस्मात् प्रत्ययविधिः भवति, प्रतिविधिः भवति, प्रतिप्तस्जि क्षिप्तस्थ एतत् सर्वाणि कार्याणि अत्र प्रतिविधिः एव. अनन्तरं यस्मात् प्रतिविधिः तद् आदि भव भू वो बौ एतानि सर्वाणि कार्याणि भवन्ति अत्र. तद् आदौ तद् आदि प्रत्यये अङ्गं भवति. एतत् सर्वाणि कार्याणि भवति इति अत्र सर्वाणि कार्याणि तत् सूत्रेण एव भवति. भू वो बौ आ ति एतत् सर्वाणि कार्याणि यस्मात् प्रतिविधिः तद् आदि प्रत्यये अङ्गम्. एतदेव अङ्गकार्यविषये सूत्रं किम् अस्ति चेत् एतदेव अत्र आरम्भे वयं पठितवन्तः परन्तु न स्मरन्ति. एक कर्णं शृण्मः अन्यकर्णं त्यक्तवन्तः त्यजामः इति अस्ति चेत् अत्र एषमेव भवति मनसि स्थापयतु. एतत् अङ्गकार्यविषये एतत् सूत्रमेव प्रसिद्धमस्ति. इदानीमत्र एचो एव यावः इदानीं भव इति भवति एतदेव अङ्गं भवति अङ्गकार्यविषये केन सूत्रेण वयं जानीमः उत्तमं बहु उत्तमम् एतदेव अङ्गकार्यम् इदानीम् अन्यकार्यमपि अस्ति पुगन्तलघुपदस्य च इति अन्यसूत्रमस्ति एतदपि गुणकार्यं भवति इदानीं सार्वधातुक अर्धधातुकयोः इत्यनेन दीर्घ इ इ उ इति दीर्घं भवति ह्रस्वमपि भवति परन्तु पुहन्तलघूपदस्य च इत्यनेन एकः गुणः भवति परन्तु सार्वधातुक अर्धधातुकयोः एतत् अनुवृत्तिसहितसूत्रमेव कुत्र भवति गुणकार्यम् कुत्र कार्यं भवति लघु उपदस्य अङ्गस्य इकः लघु उपदा एव लघु इक् वर्णः अत्र पुहन्तलघुपदस्य च सार्वधातुक अर्धधातुकयोः भेदः किम् कोऽपि वक्तुं शक्यते वा इदानीमेव मया उक्तम् पुगन्धलघुपदस्य लघु लघु इति पदाः उत्तमं गुणः भवति सार्वधातुक अर्थधातुकयोः इत्यनेन दीर्घं भवति दीर्घ इक् इक् स्वरः दीर्घमपि भवितुम् अर्हति अत्र पुगन्धलघु लघु इत्युक्ते छोटा एव खलु लघु अत्र पुगन्तलघुपदस्य च लघु इक् वर्णः इति अत्र पृथक्तया दत्तमेव सार्वधातुक अर्धधातुकयोः इत्यस्य लघु इक् इति न उक्तम् अतः अत्र किमपि भवितुमर्हति डेश् वदतु दीर्घ ईकारः अपि भवितुम् अर्हति उत्तमम् अत्र पुगन्तलघुपदस्य च इति लघु इक् अस्ति परन्तु सार्वधातुक अर्धधातुकयोः डेश् भवितुम् अर्हति एतदेव भेदः सार्वधातुक अर्धधातुकयोः इत्यनेन अपि गुणकार्यं भवति पुगन्तलघुपदस्य च इत्यनेनापि गुणकार्यं भवितुमर्हति परन्तु अत्र भेदः किं पुगन्तलघुपदस्य च इत्यनेन लघु इक् लघु इक् इति अत्र दत्तमेव लघु इक् इति दत्तम् परन्तु सार्वधातुक अर्धधातुकयोः इत्यनेन लघु अस्ति वा दीर्घमस्ति वा इति न उक्तम् एतदेव भेदः इतः पर्यन्तं किञ्चित् क्लेशः अस्ति वा संशयः अस्ति वा भगिनि सार्वधातुक अर्धधातुकयोः इत्यनेन सूत्रेण रत्नं वा दीर्घं वा गुणकार्यं भवति पुगन्तलघुपदस्य च सूत्रेण ह्रस्व इकारम् एव गुणकार्यं भवति बहु उत्तमं तामरे बहु उत्तमं तदेव अत्र तदेव अत्र यत्र यत्र पठन्ति स्म तत्र षन् इति कुत्र भवति तत्र शप् बाधित्वा एतदपि मनसि स्थापयतु यत्र यत्र किञ्चित् कार्यं भवति तत्र शप् एव बाधित्वा अन्यगणे कार्यं भवति षन् स्ना इति इदानीं मया उक्तं खलु अत्र गुणकार्यं निषिध्यते इति एतत् सूत्रेण एव अत्र गुणकार्यं निषिध्यते इति च इति सूत्रेण अत्र गुणनिषेधः एतदपि मनसि स्थापयतु सार्वधातुक अर्धधातुकयोः इति इत्यनेन गुणकः भवति पुगन्तलघुपदस्य च इत्यनेन गुणः भवति अत्र निषेधकसूत्रमपि अस्ति मिति च इति सूत्रम् आगत्य गुणः न भवति इति तत्र तत् सूत्रं वदति नीते च इति वयम् अत्र अग्रिमवर्गे एतत् शृणुमः. शान्ता भगिनी अन्तिमश्लोकं वदतु. ॐ सहनावतु सहनौ गुणतु सह वीर्यं करवावहै तेजस्विनावतीतमस्माभिर्विषावहै. ॐ शान्ति शान्ति शान्ति. श्रीगुरुभ्यो नमः. सर्वेभ्यो नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः. धन्यवादः.